Mama nama swarupaha. Mama nama swarupaha. Bhavataha nama kim? Mama nama Shailendraha. Shailendraha. Mama nama swarupaha. Bhavataha nama kim? Mama nama Shivangaha. Shivangaha. Bhavataha nama kim? Mama nama Bhushanaha. Bhushanaha. Bhavataha nama kim? Mama nama Srihari. Sriharihi. Sriharihi. Bhavataha nama kim? Mama nama Rama. Ramaha. Ramaha. Ramaha. Bhavataha nama kim? Mama nama Akilaha. Akilaha. Bhavataha nama kim? Mama nama Narayanaha. Narayanaha. Bhavataha nama kim? Mama nama Natesha. Nateshaha. Nateshaha. Punah valatu? Mama nama Nateshaha. Astu. Bhavataha nama kim? Mama nama Sanjayaha. Sanjayaha. Bhavataha nama kim? Mama nama Manishaha. Mama nama Manishaha. Manishaha. Samichina. Bhavataha nama kim? Mama nama? Parthaha. Astu, anatram. Mama nama Parthaha iti. Swagatam. Astu. Kim? Bhavatyaha nama kim? Mama nama Savitri. Savitri. Astu. Idanim, bhavatyaha nama kim? Mama nam Vinita. Nama. Nama Vinita. Astu. Vinita. Bhavatyaha nama kim? Mama nama Sitaha. Sita. Sita. Stri, Sita, Vinita, Purushaha, Manishaha, Shailendraha, Shivangaha, Sanjayaha, Aha, Purushaha. Astu. Tari, Bhavataha namakim? Bhavatyaha namakim? Bhavataha, Bhavatyaha. Astu. Uttishthatu. Uttishthatu. Pritchatu. Mama nama, Bhavataha namakim? Mama nama Akilaha, Bhavataha nama. Bhavataha nama. Mama nama Bhushanaha. Samichanam. Upavishatu. Uttishthatu. Pritchatu. Mama nama. Mama nama Bhushanaha, Bhavataha nama. Mama nama Shailendraha. Astu, samichanam. Upavishatu. Uttishthatu. Mama nama Shailendraha, Bhavataha nama. Mama nama Manishaha. Upavishatu. Uttishthatu. Mama nama Manishaha, Bhavataha nama kim? Mama nama Sanjayaha. Astu, samichanam. Astu, idanim, Bhavatyaha nama kim? Mama nama Sita. Uttishtatu. Pritchatu. Mama nama? Mama nama Sita. Bhavataha nama kim? Bhavatyaha. Bhavatyaha nama kim? Mama nama Vinita. Astu. Idanim kevalam. Astu. Astu. Idanim. Shihari. Uttishtatu. Bhavati. Mama nama Vinita. Bhavataha nama kim? Mama nama Shri. Astu. Samichanam. Uttishtatu bhagini. Mama nama Srihari. Bhavatyaha nama kim? Mama nama Sita. Astu. Samichanam asti. Idanim. Bhushanaha. Pritchatu. Mama nama Bhushanaha, Bhavatyaha nama kim? Bhagini. Mama nama Sakura. Bhavataha nama kim? Astu. Mama nama Bhushanaha. Astu. Samichanam asti. Idanim. Mama nama Sushmita. Agarati. Rama asti. Pritchatu. Sushmita bhagini. Bhavataha nama kim? Purusha asti. Bhavataha. Bhavataha nama. Mama nama. Mama nama Rama. Astu. Samichanam. Iti asti. Agre gatva durvani samichanam bhavati iti mani. Agri gatva durvani samichanam syat. I think it's fine now. Today is fine. We'll do it like this. Bhavatyaha nama kim? Mama nama Parvati. Parvati. Huh? Astu. Bhavati Pritsatu. Mama Nama. Mama Nama Sita. Bhavatyaha Nama. No, Bhavati. Bhavati Pritsatu. Bhavatyaha. Bhavatyaha Nama. Kim. Mama Nama Parvati. Bhavatyaha Nama Kim. Mama Nama Sita. Uttishtatu. Uttishtatu Madaya. Mama Nama. Mama Nama Natesha Bhavatyaha Nama Kim. Mama Nama Natesha Bhavataha. Bhavataha Nama Kim. Mama Nama Subramanya. Astu. Sumichana Asti. Sumichana. Idanim. Nani Mahodaya. Akila Mahodaya. Saha Narayanaha. Saha Narayanaha. Saha Akilaha. Saha Narayanaha. Saha Akilaha. Saha Kaha. Saha Narayanaha. Abhinayanam Kurvantu. Saha Kaha. Saha Narayanaha. Saha Kaha. Saha Akilaha. Kaha Narayanaha. Saha Narayanaha. Kaha Akilaha. Saha Akilaha. Astu. Sumitinam Asti. Karoti. Bhavatah nama kim pichatu? Bhavatah nama kim? Mama nama Sanjaya. Bhavatah nama kim? Mama nama Shivanga. Saha? Saha Sanjaya. Saha Sanjaya. Kaha? Saha Sanjaya? No. Sorry. Krama hasti. Saha Sanjaya. Saha kaha? Kaha Sanjaya. Iti krama traya masti. तो प्रथमतया सह संजयः अनन्तरं सह शिवांगः सह कः सह कः कः कः इति सह संजयः सह शिवांगः सह कः सह कः सह संजयः सह शिवांगः लेकिन सह पृच्छतु आय आय Saha kaha? Saha Shivanga. Shivanga. Kaha Sanjaya? Saha Sanjaya. Kaha Shivanga? Saha Shivanga. Astu. Sumitam astu. Bhagini? Astu. Bhushanamaya. Atra mahila dvayam asti. Prachatu nama. Bhavatyah naam kim? Mama nama Parvati. Bhavatyah naam kim? Mama nama. Na ekanavesha. Sandhya bhagini. Bhavatyah naam kim? Mama nama Sandhya. Astu vidani. Sa. Sa Parvati. Sa Sandhya. Kaha Parvati? Sa ka. Kaha Parvati? Sa ka. Saka Parvati? No. I'm coming. Sa Parvati. Sa Sandhya. Saka. Saka. Saka. Ka Parvati. Sa Parvati. Ka Sandhya. Sa Sandhya. Ha. Uchehi. Uchehi vadantu. Uchehi. Saka. Sa Parvati. Saka. Sa Sandhya. Ka Parvati. Sa Parvati. Ka Sandhya. Sa Sandhya. Ha. Akurotu. Sa Parvati. Sa Sandhya. Ka Parvati. Sa Parvati. Ka Sandhya. Sa Sandhya. Saka. Sa Parvati. Saka. Sa Sandhya. Switch in master. Ask you. What is it? Idanim Saha Bhushanaha Saha Bhushanaha Eshaha Manishaha Saha Duramasti Saha Duramasti Saha Bhushanaha Eshaha Samipayasti Eshaha Manishaha Saha Bhushanaha Eshaha Manishaha Saha Kaha Saha Bhushanaha एषः कः भवन्तः नाम तत्र दूरमस्ति खलु अतः मा वदन्तु आगच्छतु एषः कः एषः मनीषः हा अस्तु समीचीनमस्ति हा उपविशतु इदानीं सः शैलेन्द्रः भवतः नाम किं सुब्रह्मण्यः एषः सुब्रह्मण्यः सः शैलेन्द्रः सः कः एषः कः एषः बालचन्द्र सुब्रह्मण्यः सुब्रह्मण्यः इति सः एषः दूरमस्ति चेत् सः नैकट्यमस्ति चेत् एषः सा सीता एषा विनीता सा सीता एषा विनीता सा का सा सीता एषा का सा एषा अस्तु समीचीनमस्ति इदानीं शीघ्रमेव वस्तुपरिचयः पुनः करोमि अत्र फेनकम् एतत् फेनकम् दूरमस्ति चेत् तत् तत् फेनकम् निकटमस्ति चेत् एतत् मम समीपे अस्ति अतः अहं वदामि एतत् भवन्तः एतत् किं एतत् कङ्कतम् एतत् किं एतत् करवस्त्रम् एतत् किम् एतत् किम् वदतु अस्तु समीचीनमस्ति एतत् पर्णम् एतत् किम् एतत् पुष्पम् एतत् किम् एषः कन्दुकः एषः कन्दुकः एषः कः सः कन्दुकः एषः करदीपः एषः कः करदीपः करदीपः अस्तु एषः दर्पणः एषः कः एषः चमसः एषः कः एषः दन्तकूर्चः एषः कः एषः दण्डः एषः कः अस्तु अस्तु एषः अस्ति एव एषः चषकः एषः कः सः चषकः सः सः एषः चषकः एषः कः चषकः अस्तु समीचीनम् इदानीं नपुंसकलिङ्गशब्दः कङ्कतं कङ्कतं फेनकं करवस्त्रं म अन्ते नपुंसकलिङ्गशब्दः कङ्कतं दन्तकूर्चः रामः भूषणः दन्तकूर्चः चषकः चमसः पुल्लिङ्गशब्दः पुल्लिङ्गशब्दः अह इदानीं स्त्रीलिङ्गशब्दः सीता माला एषा माला एषा का एषा का एषा मापिका एषा का एषा छुरिका एषा का एषा कुञ्चिका एषा का सा कुञ्चिका एषा घटी एषा का सा घटी एषा कर्तरी एषा का सा कर्तरी एषा लेखनी एषा का सा लेखनी एषा अङ्गनी एषा का सा अङ्गनी Esha kupi, esha ka? Sa kupi. Astu? Tari? Atra, strilinga shabdaha, prakara dvayam. Prakara dvayam. Mala, akaraha, ante. Kartari, ikaraha, kartari. Mala. Iti. Danim. Etat phenakam. Etat phenakam va? Aam. Tat phenakam. Aam. Esha kupi va? Aam. Tat kupi. Sa kupi. Aam. Esha mala va? Aam. Sa mala. Etat karavastram va? Aam. Esha dantakurchah va? Aam. Samichinam asti. Bhavatah nama kim? Mama nama Murali. Murali Mahodaya. Samichinam asti. Anandram bhavatah nama kim? Mama nama Rajashekarah. Rajashekarah. Bhavatah nama kim? Mama nama Kumar. Kumarah. Kumarah. Swagatam. Samichinam. Anantram sarve astu. Bhavatyah nama kim? Mama nama Shyamala. Shyamala. Astu. Samichinam asti. Idanim? Kupi, esha kupi, esha kunchika asti va? Na. Sa. Kunchika na. Esha churika va? Na. Sa churika na. Sa churika na. Aam na. Aam na. Esha darpa, esha karadipaha. Esha chamasaha va? Na. Etat parnam va? Aam. Etat kankatam va? Aam. Esha lekhani va? Na. Saghati. Idanim, na. Sa lekhani na sa ghati. Na sa lekhani na sa ghati. Esha mapika va? Na. Na. Sa mapika na sa ghati. Astu, samichinam astu. Esha chashakaha. Esha dandaha va? Na. Chashakaha. Esha darpanaha. Esha kandukaha va? Na. Esha darpanaha. Kripya piradhatu. Bhavatah nama kim? Mama nama Ravi. Ravi. Piradhatu. Kripya sarve duravanim piradhatu nama switch off iti. Astu. Esha petika. Esha petika. Esha ka? Esha petika. Esha utpitika. Utpitika. Esha ka? Esha utpitika. Astu. Danim. Kupi asti. Kupi asti. Nasti. Kupi asti. Kupi nasti. Kupi asti. Jalam nasti. Asti. Samicham. Idanim. Mama nama swarupaha. Aham vaidyaha. Mama nama swarupaha. Aham vaidyaha. Bhavan kaha? Mama nama Akilaha. Aham vidyarthi. Vidyarthi. मा भवान कहा मम नाम रामा रामा हा रामा हा अहम अहम राष्ट्रपति राष्ट्रपति भवान कहा मम नाम शैलेंद्र हा अहम अहम विद्यार्थी भवान कहा मम नाम मनीषः अहम् अभियन्ता अभियन्ता समीचीनमस्ति भवती का मम नाम पार्वती अहम् उद्योगी उद्योगिनी हाँ अस्तु भवती का हाँ हाँ भवती अहम् विद्यार्थिनी हाँ मम नाम मम नाम संध्या अहम् विद्यार्थी सुष्मिता भगिनी वदतु भवती का मम नाम सुष्मिता अहम् विद्यार्थिनी विद्यार्थिनी विद्यार्थिनी विद्यार्थिनी विद्यार्थी विद्यार्थिनी विद्यार्थिनी हाँ गृहिणी विद्यार्थिनी अभियंत्री अभिनेत्री अस्तु समीचीनम् अस्तु अग्रे भवती का मम नाम श्यामला अहम् गृहिणी भवान् कः मम नाम नटेशः अहम् वैद्यः हा भवान् कः मम नाम सुब्रह्मण्यः अहम् अध्यापकः हा भवान् कः मम नाम नारायणः अहम् योगाचार्यः समीचीनं भवती का मम नाम सावित्री अहम् गृहिणी भवान् कः मम नाम मुरली अहम् विद्यार्थी अस्तु उत्तिष्ठतु उत्तिष्ठतु मम नाम शिवाङ्गः भवान् कः मम नाम अखिलः मम नाम शिवाङ्गः अहम् अभिनेता भवान् कः मम नाम अखिलः अहम् विद्यार्थी अस्तु समीचीनम् उत्तिष्ठतु उत्तिष्ठतु महोदय मम नाम सुब्रह्मण्यः अहम् अभियन्ता भवान् कः मम नाम अभिनवः अहम् विद्यार्थी हा अस्तु उत्तिष्ठतु न सः एव अनन्तरम् अहं भवान् उत्तिष्ठतु मम नाम राजशेखरः भवान् कः मम नाम मुरली अहम् विद्यार्थी अस्तु समीचीनमस्ति उत्तिष्ठतु महोदय उत्तिष्ठतु मम नाम कुमार सार्थकः कुमारः अहम् विद्यार्थी भवान् कः मम नाम मनीषः अहम् अभियन्ता अस्तु समीचीनमस्ति उत्तिष्ठतु मम नाम श्यामला अहम् गायिका भवती का मम नाम पार्वती अहम् उद्योगिनी समीचीनमस्ति अस्तु इदानीम् उत्तिष्ठतु मम नाम सावित्री अहम् गृहिणी भवती का मम नाम सीता अहम् विद्यार्थिनी समीचीनमस्ति अस्तु इदानीम् उत्तिष्ठतु मम नाम भवती भवान् वदतु मम नाम शैलेन्द्रः भवती का मम नाम श्यामला अस्तु एकनिमेषः उत्तिष्ठतु भवती वदतु मम नाम श्यामला अहम् गृहिणी अस्तु समीचीनमस्ति एकवारम् उत्तिष्ठतु करोतु मम नाम श्रीहरिः अहं विद्यार्थी भवान् कः मम नाम रविः अहं विद्यार्थी समीचीनमस्ति अस्तु तर्हि भवान् कः भवतः नाम किम् भवान् भवतः भवती का भवत्याः नाम किम् भवान भवतः भवति भवत्याः अहम् मम मम नाम स्वरूपः अहम् वैद्यः इति अस्ति अस्तु इदानीं तत्र आगम्यताम् भगिनि भगिनि नास्ति चिन्ता अस्ति एव अस्तु भवतः नाम किम् मम नाम हनुमन्तराव् हनुमन्तः हनुमन्तः मम नाम हनुमन्तः इति अस्ति अस्तु समीचीनम् इदानीं स्थानं तु अस्ति एव स्थानानि सन्ति स्थानानि सन्ति अस्तु इदानीं तस्य नाम रामः तस्य नाम रामः तस्य नाम श्रीहरिः श्रीहरिः तस्य नाम रामः तस्य नाम श्रीहरिः तस्य नाम किम् तस्य नाम किम् अस्तु उपविशतु आगच्छतु कुमार महोदय भवतः नाम किम् मम नाम विश्वनाथः विश्वनाथः कुमारः तस्य नाम विश्वनाथः तस्य नाम विश्वनाथः तस्य नाम कुमारः तस्य नाम किम् तस्य नाम किम् अस्तु तस्य नाम विश्वनाथः एतस्य नाम नटेशः तस्य नाम कुमारः एतस्य नाम नटेशः दूरमस्ति चेत् तस्य समीपे एतस्य अस्तु समीचीनमस्ति तस्य नाम किम् एतस्य नाम किम् सर्वे मा वदन्तु अत्र समीपे अस्ति खलु एतस्य नाम किम् एतस्य नाम शैलेन्द्रः नाम इति नाम शैलेन्द्रः अस्तु एतस्य नाम किम् एतस्य नाम सागरः अस्तु मम भ्रमः भवति एतस्य नाम किम् एतस्य नाम रविः एतस्य नाम किम् एतस्य नाम अभिभूषणस्य नाम किम् एतस्य नाम किम् रामः एतस्य नाम किम् राजशेखरः तस्य नाम किम् तस्य नाम सुब्रह्मण्य सुब्रह्मण्यः तस्य नाम किम् तस्य नाम नटेशः एतस्य तस्य एतस्य तस्य उपविशन्तु सीता भगिनि सावित्री भगिनि तस्याः नाम सीता तस्याः नाम सीता तस्याः नाम किम् तस्याः नाम सावित्री तस्याः नाम किम् कस्याः नाम सीता कस्याः नाम सावित्री अस्तु समीचीनमस्ति अस्तु तस्याः नाम सुस्मिता तस्याः नाम सन्ध्या तस्याः नाम सुस्मिता तस्याः नाम सन्ध्या तस्याः नाम किम् तस्याः नाम किम् कस्याः नाम सन्ध्या कस्याः नाम सुस्मिता अस्तु समीचीनमस्ति इदानीं तस्याः नाम संध्या एतस्याः नाम सीता तस्याः नाम संध्या एतस्याः नाम सीता तस्याः नाम किम् एतस्याः नाम किम् एतस्याः नाम सीता तस्याः एतस्याः अस्तु समीचीनम् इदानीम् एतस्याः तस्याः इदानीं कागदम् कागदम् भवतः नाम मम नाम मुरळि मुरळि मुरळि महोदयस्य कागदम् पुस्तकम् पुस्तकम् रामस्य पुस्तकम् कस्य पुस्तकम् रामस्य पुस्तकम् अङ्कनी सञ्जयः सञ्जयस्य लेखनी अङ्कनी कस्य अङ्कनी अस्तु समीचीनम् इदानीं रमेशः रमेशस्य रमेशः कृष्णः लेखकः छात्रः चषकः चमसः इदानीं पुस्तकं सीतायाः पुस्तकम् कस्याः पुस्तकम् सीतायाः पुस्तकम् लेखनी भूषणस्य लेखनी कस्य कस्य लेखनी भूषणस्य लेखनी अस्तु पुस्तकम् शैलेन्द्रस्य पुस्तकम् कस्य पुस्तकम् शैलेन्द्रस्य पुस्तकम् लेखनी मनीषस्य लेखनी कस्य लेखनी मनीषस्य लेखनी पुस्तकम् रविमहोदयस्य पुस्तकम् कस्य पुस्तकम् रविमहोदयस्य समीचीनमस्ति इदानीं कङ्कतम् कङ्कतस्य करवस्त्रम् फेनकम् पुष्पम् पर्णम् दर्पणः कर्तरी अत्र एवं माला मालायाः माला क्षम्यता मापिका छुरिका कुञ्चिका घटी घट्याः घट्याः कर्तरी लेखनी अङ्कनी अस्तु समीचीनं भवतः माता अस्ति खलु अतः समीचीनं समीचीनं करोतु अस्तु अस्तु पेटिका पेटिकायाः पेटिकायाः अस्तु पत्रिका कलिका वृद्धा वृद्धायाः पुस्तिका बालिका स्थालिका लता बिडालः बिडालस्य सूर्यः कुक्कुरः अजः अजस्य गजः गजस्य देवः देवस्य चषकः चषकस्य बालकः बालकस्य पुष्पं पुष्पस्य पुष्पस्य लोकयानम् लोकयानस्य उपनेत्रम् उपनेत्रस्य सस्यं सस्यस्य अस्तु वृद्धः स्यूतः स्यूतः स्यूतः अस्तु पुस्तकम् अस्तु लेखनी लेखन्याः अस्तु शकुन्तलम् शकुन्तलस्य लेखकः कालिदासः कस्य लेखकः कालिदासः रामायणस्य लेखकः कस्य लेखकः वाल्मीकिः महाभारतस्य लेखकः व्यासः कस्य लेखकः व्यासः कस्य लेखकः तस्य लेखकः न जानामि वा भवती जानाति वा त्यजामः अग्रे गच्छामः अस्तु अस्तु कालिदासः कस्य लेखकः वाल्मीकिः कस्य लेखकः व्यासः कस्य लेखकः अस्तु इदानीं शिष्यः परशुरामः कर्णः वदतु वाक्यम् अनन्तरम् नाम मिलित्वा वदन्तु वसिष्ठस्य शिष्यः अनन्तरम् इदानीं पद्मपादस्य गुरुः रामस्य अत्र विवेकानन्दस्य अस्तु अधुना पुत्रः कस्य दशरथः दशरथस्य पुत्रः कस्य पुत्रः रामः कस्य पुत्रः गणेशः कस्य पुत्रः अर्जुनः कस्य पुत्रः कृष्णः कस्य पुत्रः कर्णः अस्तु इदानीं विपरीक्रमेण कुर्मः कर्णस्य कृष्ण अर्जुनस्य मिलित्वा वदामः गणेशस्य पिता रामस्य इदानीं पठितुं शक्नोति खलु न पठ किञ्चित् किञ्चित् किञ्चित् अस्तु एवम् इदानीं स्त्रीलिङ्गे सीता पतिः रामः कस्याः पतिः रामः कस्याः पतिः कृष्णः कस्याः पतिः शङ्करः कस्याः पतिः रामकृष्णः शारदायाः कस्याः पतिः दशरथः अस्तु इदानीं कस्य पत्नी सीता कस्य पत्नी राधा कस्य पत्नी उमा कस्य पत्नी शारदा कस्य पत्नी कौसल्या अस्तु इदानीं पतिः इति अस्तु कुन्ती वाक्यं किं भवति कुन्ती पतिः पाण्डुराजः वदतु कस्याः पतिः पाण्डुराजः कुन्त्याः कस्याः पतिः वसुदेवः कस्याः पतिः शिवः वदतु कस्याः पठितुं शक्नोति इदानीं कस्याः पतिः शिवः पार्वत्याः पार्वत्याः कस्याः पतिः शिवः पार्वत्याः पतिः शिवः कस्याः पतिः वसुदेवः देवक्याः देवक्याः अस्तु इदानीं दन्तकूर्चः दन्तकूर्चस्य पुल्लिङ्गे पुल्लिङ्गे पुल्लिङ्गशब्दः अस्ति चेत् दन्तकूर्चस्य इति अस्ति दर्पणः कन्दुकः चमसः वदतु चमसस्य एषः कः एषः चमसः परन्तु चमसस्य वदतु चमसस्य समीचीनं अस्तु समीचीनम् एषः कः दण्डस्य दण्डस्य करदीपः माला मापिका अस्तु छुरिका अस्तु कर्तरी लेखनी घटी कूपी फेनकम् अस्तु ज्ञातमस्ति समीचीनमस्ति अस्तु अधुना possession अस्य अस्य अस्य नपुंसकलिङ्गे पुल्लिङ्गे च नपुंसकलिङ्गे पुल्लिङ्गे अस्य स्त्रीलिङ्गे स्याः अस्याः कर्तरी कर्तर्याः माला माला मालायाः इति अस्ति इदानीं सावित्री गच्छतु सावित्री गच्छति गच्छति आगच्छतु Savitri Agachati. Upaveshatu. Savitri Upaveshati. Uttishtatu. Savitri Uttishtati. Likhatu. Savitri Lekhati. Likshamatam. Likhati. Savitri Likhati. Pashyatu. Savitri Pashyati. Pashyati. Khadatu. Savitri Khadati. Khadati. Khadati. Pibatu. Savitri Pibati. Pibati. Vadatu. Mama nama Savitri. Savitri Vadati. Vadati. Aduna. Kridatu. Savitri. Kridati. Samichinamasti. Astu. Iti asti. Aduna. Gacchatu. Savitri kim karoti? Savitri kim karoti? Savitri kim karoti? Savitri kim karoti? Savitri kim karoti? Iti asti. Samichinam asti. Idanim. Gacchati. Savitri gacchati. Savitri gacchati. Bhavan gacchati. Bhavati gacchati. Saha gacchati. Sa gacchati. Samanam. Samanam. Balagha gacchati. Balika gacchati. Purushaha gacchati. Mahila gacchati. Shishuhu gacchati. Saha gacchati. Sa gacchati. Bhavan bhavati gacchati. Aham. Aham gacchami. Aham gacchami. Aham agacchami. Aham likhami. Aham pibami. Aham khadami. Aham khadami. Aham vadami. Aham kridami. Satyam. Aham upavishami. Aham uttishthami. Astu. Aham kim karomi? Bhavan gacchati. Gacchati. Aham kim karomi? Bhavan gacchati. Aham kim karomi? Bhavan gacchati. Aham kim karomi? Bhavan gacchati. Aham kim karomi? Bhavan gacchati. Aham kim karomi? Aham kim khadati. Aham kim karomi? Aham kim karomi? Uttishthati. Uttishthati. Idanim yatra agnya asti athava prarthana adeshah. Adeshah prarthana agnya tatra u natu i. Gacchatu agacchatu. Uttishthatu upaveshatu. Pibatu. Vadatu. Samichinamasti. Kridatu. Samichinamasti. Tari kim kim asti? Gacchati agacchati khadati pibati vadati pashyati anantaram pathati iti patati. Aham pathami. Aham kim karomi? Bhavan patati. Aham kim karomi? Aham kim karomi? Bhavan patati. Astu. Idanim yugulam nama pair of kritva adesham kurvantu. Adesham. Dvayam dvayam kritva adesham kurvantu. Gacchatu, agachatu, kripaya. Kripaya agachatu, kripaya gacchatu, kripaya likhatu, kripaya khadatu, kripaya pivatu, kripaya vadatu, kripaya pashyatu. Iti abhyasam, nimesha dvayam. Kurvantu idanim. Janadvayam, janadvayam, iti kurvantu. Yat vadati tat karotu. Atra karotu. Ekanimesha, atra karotu. Na karoti va? Astu, bhagini atra karotu. Atra karotu, Sita bhagini astu. Sita bhagini. Abhyasam karotu atra, tena saha. Aham prachami avagatam va. Aham avagatam. Yadi na avagatam, tadhi na avagatam. Aham avagatam. Athava na. Na avagatam. Avagatam va. Avagatam. Avagatam. Astu. Rama Madhya Kripya Agachatu. Sanjay Madhya Kripya Agachatu. Astu. Ekavaram punaha, punasmaram kurmaha. Tasya nama Ramaha. Tasya nama Sanjayaha. Tasya nama kim? Tasya nama Ramaha. Tasya nama kim? Tasya nama Sanjayaha. Kasya nama Ramaha? Kasya nama Ramaha. Kasya nama Sanjayaha? Kasya nama Sanjayaha. Astu. Kaha karoti? Manishu Malayar karoti va? Tasya nama Ramaha. Tasya nama Sanjayaha. Kasya nama Ramaha? Tasya nama kim? Tasya nama kim? Tasya nama Ramaha. Tasya nama kim? Tasya nama kim? Tasya nama Sanjayaha. Tasya nama kim? Kasya. Kasya nama Ramaha? Tasya nama Ramaha. Kasya nama Sanjayaha? Kasya nama Sanjayaha. Astu, smishnam. Upavishnantu. Agajata mahalaya. Pavitaha nama? Kim? Mama nama Hanumantara. Hanumantaha? Hanumantara. Hanumanta Rao. Rao ti bin namaste. Okay, okay. Hanumantaha. Hanumantaha ti nama. Hanumantaha. Tasya nama Hanumantaha. Tasya nama Narayanaha. Tasya nama kim? Tasya nama Hanumantaha. Tasya nama kim? Tasya nama Narayanaha. Kasya nama Hanumantaha? Tasya nama Hanumantaha. Kasya nama Narayanaha? Tasya nama Narayanaha. Manumalaya, agar. Karoti va ekavaram. Tasya nama. Tasya nama Hanumantaha. Tasya nama Narayanaha. Kasya nama kim? Tasya nama. Tasya nama? Tasya nama kim? Tasya nama kim? Tasya nama Hanumantaha. Tasya nama kim? Tasya nama Narayanaha. Kasya nama? Kasya nama Hanumantaha. Kasya nama Hanumantaha. Kasya nama Hanumanta iti prashna hasti. Prachatu. Kasya nama kim? Kasya nama Hanumantaha. Kasya nama Hanumantaha. Kasya nama Hanumantaha. Kasya nama? Kasya nama Narayanaha. Kasya nama kim? No. Kasya nama kim iti na. Kasya Kasya nama Narayana? Whose name is Narayana? Kiska nama Narayana? Kasya nama Narayana? Iti asti, asti. Sumitya. Asti. Bagini? Asti, sita bagini? Tasyaha nama Parvati. Tasyaha nama Sita. Tasyaha nama kim? Tasyaha nama Parvati. Tasyaha nama kim? Tasyaha nama Sita. Kasyaha nama Parvati? Tasyaha nama Parvati. Kasyaha nama Sita? Tasyaha nama Sita. Astu, Vrishattu. Bhagini. Anantaram... Ha, sandhya tu asti eva? Ha, tata. Ha, nanayamadaya kacchu. Karoti va? Ha. Atra aga. Tasyaha nama? Tasyaha nama kim? Bhavatyaha nama? Oh, Bhavatyaha nama kim? Mama nama Shyamala. Bhavatyaha nama kim? Bhavatyaha nama kim? Sushmita. Mama nama Sushmita. Astu, Sushmita. Tasyaha nama Shyamala. Tasyaha nama Sushmita. Bhavatyaha nama kim? Tasyaha nama. Tasyaha nama kim? Tasyaha nama Shyamala. Tasyaha nama kim? Tasyaha nama Shyamala. Kasya. That pattern we are not able to get fast. No. Kasyaha nama Shyamala prachami. Haan, smichanam. Parantu? Tasyaha nama. Tasyaha nama kim prachami. Haan, smichanam. Yes, sir. Prachatu? Okay. Tasyaha nama kim? Tasyaha nama Shyamala. Tasyaha nama kim? Tasyaha nama Sushmita. Kasya nama Shyamala. Kasya nama Shyamala. Stri, kasyaha. Kasyaha nama Shyamala. Tasyaha nama Shyamala. Kasyaha nama Sushmita. Tasyaha nama Sushmita. Smita masti. Natyashmadaya. Nama kim bhavatah? Rajashekara. Karoti vah madaya? Agaram. Tasya, prachatu, bhavatah nama kim? Bhavatah nama kim? Mama nama Rajashekara. Bhavatah nama kim? Nama, nama. Nama. Nama. Nama. Mama nama Natesha. Natesha. Tasya nama Rajashekara. Tasya nama Natesha. Kasya nama Rajashekara? Tasya nama Rajashekara. Kasya nama Natesha? Tasya nama Rajashekara. Natesha. Tasya nama kim? Tasya nama kim? Tasya nama Rajashekara. Tasya nama kim? Tasya nama Rajashekara. Astu, sumichanam asti? Astu, bhagini agachatu. Astu, sumichanam. Natesha mahodaya karoti va? Atra agam nitam. Astu. अत्र संध्या भगिनी अस्ति संध्या भगिनी वदतु संध्या भगिनी अस्तु अस्तु तस्याः नाम भवतु भवत्याः नाम किम् मम नाम संध्या भवत्याः नाम किम् मम नाम सावित्री तस्याः नाम संध्या तस्याः नाम सावित्री दशनाम संध्या तस्याः नाम संध्या तस्याः नाम किम् तस्याः नाम किम् तस्याः नाम संध्या तस्याः नाम किम् तस्याः नाम सावित्री कस्याः नाम संध्या तस्याः नाम संध्या कस्याः नाम सावित्री तस्याः नाम सावित्री समीचीनम् अत्युत्तमम् अस्तु अधुना भगिनी आगच्छतु अस्तु महोदय आगच्छतु नाटकम् उपविशन्तु भोजनालयः उपविशतु भोजनालयः अस्तु अहं कर्मकरी अहम् आगच्छामि जलम अपेक्षितं वा जलम आवश्यकं वा आम् जलम आवश्यकम् जलम आवश्यकं वा आम् जलम आवश्यकम् स्वीकरोतु स्वीकरोतु ओदनम् आवश्यकं वा आम् ओदनम् आवश्यकम् ओदनम् आवश्यकं वा मास्तु मास्तु मास्तु इति न आवश्यकम् आवश्यकम् शाकम् आवश्यकं वा आम् शाकम् आवश्यकम् शाकम् आवश्यकं वा आम् शाकम् अस्तु अधुना आवश्यकम् आवश्यकम् आवश्यकम् वदामः आवश्यकम् इतोपि ओदनम् आवश्यकं वा इतोपि ददामि वा आम् आम् आम् आवश्यकम् इतोपि आवश्यकं वा आम् आवश्यकम् इतोपि ओदनम् आवश्यकं वा आवश्यकम् अस्तु आवश्यकम् इतोपि आवश्यकं वा न पर्याप्तम् पर्याप्तम् इतोपि शाकम् आवश्यकं वा न पर्याप्तम् निश्चितम् निश्चितम् पर्याप्तम् पर्याप्तम् न आवश्यकम् आवश्यकम् आवश्यकम् पर्याप्तम् पर्याप्तम् मधुरम् आवश्यकं वा मास्तु मास्तु मास्तु मधुरं मास्तु जलम् आवश्यकं वा मास्तु इति एकवारम् आवश्यकम् इतोपि आवश्यकम् इतोपि आवश्यकम् अनन्तरं पर्याप्तं किन्तु आरम्भे मास्तु आरम्भे आरम्भे न तु मास्तु अवगतं वा मांसः मांसः आवश्यकं वा मास्तु मांसः मास्तु पर्याप्तमिति न मास्तु अस्तु समीचीनं समीचीनं धन्यवादः धनम् आवश्यकं वा शिक्षणम् आवश्यकं वा जीवनम् आवश्यकं वा गृहम् आवश्यकं वा वस्त्रम् आवश्यकं वा ताडनम् आवश्यकं वा ताडनं मास्तु अस्तु भोजनम् आवश्यकं वा फेनकम् आवश्यकं वा आलस्यम् आवश्यकं वा हितम् आवश्यकं वा जागरणम् आवश्यकं वा जागरणम् आवश्यकम् दीपावली आवश्यकं मास्तु जागरणं निद्रावस्था आवश्यकं वा समटैम्स् यदा कदा चिन्तनम् आवश्यकं वा रोदनम् आवश्यकं वा अस्तु मार्जनम् आवश्यकं वा मार्जनं स्वच्छता शयनम् आवश्यकं वा अपमाननम् आवश्यकं वा मास्तु आवश्यकं मास्तु पर्याप्तम् इति अस्ति अस्तु समीचीनम् अधुना सङ्ख्या एकवारम् अहं वदामि भवन्तः अनुवदन्तु अनुवदन्तु अत्र एकं द्वे त्रीणि चतुर्थि चत्वारि चतुर्थं चत्वारि त्रीणि चत्वारि पञ्च षट् सप्त अष्ट नव दश एकादश द्वादश एकं द्वे त्रीणि चत्वारि पञ्च षट् Sapta. Sapta. Ashta. Ashta. Nava. Nava. Dasha. Dasha. Ekadasha. Ekadasha. Dvadasha. Dvadasha. Aham ekam vadami, bhavantah dve iti vadantu. Ekam. Ekam. Trini. Chatvari. Pancha. Sapta. Ashta. Nava. Dasha. Naigadasha. Dvadasha. Ha, bhavantah ekam vadantu. Ekam. Ekam. Ekam. Dve. Trini. Chatvari. Pancha. Shat. Pancha. Pancha. Pancha. Shat. Sapta. Ashta. Nava. Dasha. Ekadasha. Dvadasha. Astu. Idanim. एवं कुर्मः क्रमेण वदामः एकं वदतु एकं द्वे त्रीणि चत्वारि पञ्च षट् सप्त अष्ट नव दश एकादश द्वादश एकम् एकम् एकं द्वे त्रीणि चत्वारि पञ्च षट् सप्त अष्ट नव दश एकादश द्वादश एकं द्वे त्रीणि चतुर्दश त्रीणि त्रीणि त्रीणि आरम्भतः चतुर्णि त्रीणि त्रीणि त्रीणि त्रीणि इति वद त्रीणि चत्वारि चत्वारि चत्वारि चतुर् पञ्च षट् षट् सप्त अष्ट नव दश हा हा वदतु दश एकादश ओ क्षम्यतां किमस्ति द्वादश द्वादश अस्तु समीचीनं पुनः एकवारं सन्ध्या भगिनी एकं त्रय हा त्रीणि चत्व पञ्च षट् सप्त अष्ट नव दश एकादश अस्तु इदानीं रामकृष्णः राम इति तृतीयं कृष्णः इति चतुर्थम् एकं द्वे राम कृष्ण अनन्तरं मल्टिपल् इति राम कृष्णः त्रीणि चतुर्थ्यः एकम् एकं द्वे राम चतुर्थि रामः हा तृतीयः अस्ति रामः चतुर्थः अस्ति कृष्णः अनन्तरं मल्टिपल् अस्ति त्रीणि इति रामः मल्टिपल् चत्वारि इति कृष्णः पुनः एकं द्वे राम कृष्ण पञ्च राम एकनिमेषः षट् सप्त सप्त इति आसीत् क्षम्यतां सप्त कृष्ण रामकृष्णः भगिनि एकं द्वि राम राम इति रामः कृष्ण पञ्च सप्त कृष्ण राम मल्टिपल् कृष्ण दश दश एकादश रामकृष्ण एकम् कृष्ण कृष्ण राम पञ्च राम पञ्च राम सप्त कृष्ण राम दश रामकृष्णः द्वादश अस्तु इति क्रीडा इति क्रीडा अस्तु समीचीनमस्ति अनन्तरं किं कुर्मः हा बहु शीघ्रं गच्छामः अस्मिन् वर्गे बहु शीघ्रं गच्छामः अस्तु इदानीं अस्तु आगच्छतु आगच्छतु आगच्छतु पुरुषः पुरुषाः एषः न सः पुरुषः ते पुरुषाः सः पुरुषः ते पुरुषाः सः कः सः पुरुषः ते के ते पुरुषाः कः पुरुषः सः पुरुषः के पुरुषाः ते पुरुषाः अस्तु समीचीनमस्ति भगिनि भगिनि अत्र उपविशतु अनन्तरं भगिनी अपि आगच्छतु सा महिला ताः महिलाः सा का सा महिला ताः काः ताः महिला का महिला सा महिला का महिला सा महिला काः महिलाः सा महिलाः अस्तु विशतु ताः महिलाः अस्तु अत्र अस्तु अत्रापि आगच्छतु अत्र आगच्छतु एते पुरुषाः ते पुरुषाः एते के एते के पुरुषाः ते के ते पुरुषाः के पुरुषाः एते एते पुरुषाः एते के एते पुरुषाः ते के ते पुरुषाः अस्तु निकटमस्ति एते दूरमस्ति चेत् ते हा अस्तु उपविशतु एते एते नैकट्यमस्ति अस्तु केवलं बहुवचन अभ्यासः इदानीं भवतु अहम् एकवचनं वदामि भवन्तः बहुवचनं वदन्तु बालकः बालकाः पुरुषः इदानीं छात्रः गजः चन्द्रः सूर्यः कुक्कुरः भल्लूकः चमसः इति पुल्लिङ्गे इदानीं स्त्रीलिङ्गे पत्रिका पत्रिकाः पत्रिका मापिका छुरिका छुरिका पुस्तिका पुस्तिका गोशाला गोशाला सञ्चिका सञ्चिका द्विचक्रिका द्विचक्रिका अध्यापिका अध्यापिका वृद्धा वृद्धा नदी नद्या नद्यः नद्याः इति न नद्यः नद्यः लेखनी कूपी जननी घटी दर्वी पुस्तकम् पुस्तकमिति नूतनमस्ति पुस्तकं पुस्तकानि पुस्तकानि पुस्तकं पुस्तकानि पुष्पं पुष्पाणि मन्दिरं मन्दिराणि नगरं नगराणि Bhavanam. Bhavanani. Graham. Grahani. Vastram. Vastrani. Kankatam. Kankatani. Upanetram. Upanetrani. Jalam. Jalani. Astu. Mishrita Vyasaha. Devaha. Devaha. Devaha. Devaha. Devaha. Devaha. Devaha. Gajaha. Gajaha. That's a plural. Bidalaha. Plural. Kunchika. Kunchika. Astu. Danim. Emkuma. Eshakaha. Chamasaha. Eteke. Chamasaha. Chamasaha. Astu. Bhaguna asti kindu ekam asti chet eshakaha. Dantakurcha. Eteke. Dantakurcha. Dantakurcha. Astu. Henakam. Henakani. Mapika. Mapika. Mapika. Brahmajata. Brahmajata. Astu. Evam kurmaha. Punaha. Pulinge. Strilinge. Cha. Kevalam aha. Devaha. Devaha. Patrika. Patrikaha. Parantu nadi nadyaha. Anandram napunsaka linge pusakam pusakani. Penakam penakani. Penakam penakani. Devaha. Devaha. Lekakaha. Lekakaha. Chhatraha. Chhatraha. Chashakaha. Chashakaha. Chamasaha. Chamasaha. Patrika. Patrika. Patrika. Chhatra. Chhatra. Kunchika. Kunchika. Mala. Mala. Kartari. Kartaryah. Kupi. Kupiya. Droni. Droniya. Janani. Jananiya. Ghati. Ghatiya. Pustakam. Pustakani. Pustakam. Pustakani. Mandiram. Mandirani. Vanam. Vanani. Vastram. Vastrani. Parnam. Parnani. Idani Mishrita Abhyasaha. Siddha hua? Am. Mishranam. Yeah. Astu. Devaha. Devaha. Devani. Devani. Devaha. Ajaha. Gaja. Ajaha. Ajaha. Ajaha. Chhatra. Chhatra. Vridha. Vridha. Sikthavartika. Sikthavartika. Ashwaha. Ashwaha. Lokakar. Lokakara. Lok. Chanta. Lohakaraha. Balika. Balika. Adhyapika. Adhyapika. Kupi. Kupi. Janani. Jananiya. Darvi. Darvi. Pushpam. Pushpani. Astu. Dugdham. Dugdhani. Nitram. Nitrani. Sasyam. Sasyani. Relyanam. Relyanani. Relyanani. Relyanani. Astu. Suryaha. Suryaha. Chamasaha. Chamasaha. Ghataha. Ghataha. Ghataha. Sthalika. Sthalika. Astu. Ekam ekam kurmaha. Kartari. Kartariya. Kartari. Kupi. Kartariya. Kartariya. Kartariya. Nadi. Nadiya. Makshika. Makshika. Makshika. Gajaha. Gajaha. Bidalaha. Bidalaha. Mapika. Mapika. Putri. Putriyaha. Putriyaha. Putriyaha. Putriyaha. Sanyasini. Sanyasinyaha. Sanyasinyaha. Pustika. Pustika. Pustikaha. Churika. Churikaha. Vanam. Vanani. Vanani. Penakam. Penakani. Griham. Griham. Astu, Svichinu. Penakam. Atra asti. Penakam kutra asti? Penakam atra asti. Dwaram tatra asti. Dwaram kutra asti? Dwaram atra asti. Griham. Anyatra asti. Griham kutra asti? Anyatra asti. Vayuh kutra asti? Sarvatra asti. Devaha kutra asti? Sarvatra asti. Samudraha kutra asti? Anyatra asti. Pustakam kutra asti? Atra asti. Atra asti. Vriksha kutra asti? Anyatra asti. Atra asti. Tatra asti. Tatra asti. Astu. Pratamaha. Ekam sarve manasi chintayantu. Nama dwaram kutra asti, pustakam kutra asti, ankani kutra asti, iti pritchatu. Anantam sarve uttaram vadantu. Sarve uttaram vadantu. Ekah pritchati. Pritchatu. Krishna phalakam. Krishna phalakam kutra asti. Krishna phalakam kutra asti. Pachati. Pustika. Pustakam. Pustakam. Tatra. Kutrasti. Kutrasti. Pustakam. Astu, Pachatu. Shikshakah kutrasti. Shikshakah kutrasti. Tatrasti. Anya, prasnaha. Laptop kutra asti. Sanganakam, sanganakam. Sanganakam kutra asti. Prachatu. Duravahani kutra asti. Duravahani. Astu. Ma. Atra. Atra. Atra. Atra. Tatra. Tatra. Tatra. Anyatra. Anyatra. Anyatra. Sarvatra. Sarvatra. Sarvatra. Sarvatra. Kutra. Kutra. Kutra. Astra. Prachatu. Kutra asti. Kim? Siutaha. Siutaha. Siutaha. Kutra asti. Pritchatu? Asandaha. No, Pritchatu. Asandaha kutra asti? Asandaha tatra asti. No, Bhavati Pritchatu. Kutra asti vadatu? Vadatu. Bhavati vadatu. Bhavati vadatu. Bhavati. Asandaha? Asandaha kutra asti? Asandaha. Asandaha kutra asti. Asandaha. Atra, atra. Samipe asti chet atra. Astu, upaveshatu kripya. Upaveshatu. Astu, mahodaya, prachatu. Ghatika kutas astu. Ghati. Ghati. Tatra. Ghati, tatra. Prachatu, mahodaya. Penakam kutra asti. Lekhani. Penakam. Penakam. Penakam. Penakam. Penakam iti va? Penakam. Punaha prachatu. Punaha. Punaha prachatu. Tatra. Again, again. Punaha prachatu. Ask again. Penakam. Penakam. Lekhani. Lekhani. Lekhani. Etat penakam. Lekhani. Kutra asti. Asti, asti, smichanam. Kumaramalaya, prachatu. Kupi. Kupi. Kutra asti. Kupi. Prachatu malaya. Lekhani. Lekhani. Lekhani. Lekhani. Sandhya Bhagini, prachatu. Oh, nasty. Kutra asti. Kim, punaha? Punaha? Kupi. Srihari kutra asti. Srihari. Kutra asti. Asti, Sushmita Bhagini Prachatu? Srihari अन्यत्र अस्ति अस्तु पुनः पृच्छतु पृच्छतु प्रश्नं पृच्छतु प्रश्नः संध्या भगिनी कुत्र अस्ति अन्यत्र अस्ति अस्तु अन्यप्रश्नः हिमालयः भवान् पृच्छतु न अन्य अन्य कोऽपि महोदय वायुः कुत्र अस्ति वायुः कुत्र अस्ति महोदय नदी कुत्र अस्ति अन्यत्र अस्ति भवान् उत्पीठिका कुत्र अस्ति अस्तु पदार्थं कुत्र अस्ति किं किं किं पदार्थः पदत्राणं पदत्राणं पाद क्षम्यतां पादत्राणं पादत्राणं कुत्र अस्ति अत्र अस्ति यत्किमपि अस्तु समीचीनं हा अस्माकं समयः समाप्तः अस्ति इदानीं प्रश्नः अस्ति वा कोऽपि प्रश्नः नो चेत् विरमाम विरमाम